सङ्गच्छत्वम् सम्वदत्वम् सम्भो मनांसि जानताम् सङ्गच्छत्वम् सम्वदत्वम् सम्भो मनांसि जानताम् सङ्गच्छत्वम् सम्वदत्वम् सम्भो मनांसि जानताम् समानो मन्त्रः समेति समानि समानम् मनः सह चित्तमेषाम् समानम् मन्त्रम् अभिमन्त्रये समानेन वो हविषा जुहोमि समानो मन्त्रः समेति समानि समानम् मनः सह चित्तमेषाम् समानम् मन्त्रम् अभिमन्त्रये वः समाने हविषाजुहोमि सङ्गच्छत्वम् सम्वदत्वम् सम्भो मनांसि जानताम् समानीव आभूतिः समानाभिदयानिव समानमस्तु वो मनो यथावत् सुसहासति समानीव आकूतिः समाना हृदयानिव समानमस्तु वो मनो यथावत् सुसहासति सङ्गच्छत्वम्